गतवर्गे अस्माभिः नूतन आरब्धः धातुविज्ञानं, तत्र मया उक्तं यत् धातुविज्ञानम् इत्युक्ते किं नाम, धातुविज्ञानम् इत्युक्ते धातूनां विज्ञानं, धातुकः अस्ति, धातुमध्ये किं किं भवति, यदा प्रत्ययः आगच्छति, कथं धातुतः तिङ्गरूपं निष्पद्यते इति सर्वम् अस्ति विज्ञानम् इति विषये। तर्हि गतरविवासरे अस्माभिः इत् प्रकरणस्य आरम्भं कृतः। इत् प्रकरणं किमस्ति इति प्रायः सर्वे जानन्ति एव, इत् प्रकरणं किम् अस्ति, कानि कानि सूत्राणि सन्ति इति, परन्तु एकवारं पुनः अभ्यासः आवश्यकः इति चिन्तयित्वा अग्रे गच्छामः। अस्तु, एक कुर्मः, प्रथमतः एव पठामः धातुविज्ञानं प्रथमः इति करपत्रमस्ति, तत्र एव प्रथमतया एव पठामः। रमाबाई अस्ति खलु? पठतु महोदय। धातुविज्ञानम् आम्, धातुभ्यः प्रत्ययाः यदा विधीयते तदा सर्वप्रथमम् अस्माभिः किं चिन्त्यते नाम अनुबन्धाः के अपि च तेषां निष्कासनं कथं क्रियते, अनुबन्धः नाम यस्य इत्संज्ञायोग्यत्वं सः, तर्हि इत्संज्ञायोग्यत्वं केषां भवति, अस्य ज्ञानं भवति इत्संज्ञाविधायकसूत्रैः। अष्टाध्याय्यां कश्चन प्रकरणं वर्तते इत्संज्ञा नाम्ना येन सर्वम् इत्संज्ञाविधायककार्यं क्रियते। प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् आरभ्य अष्टमसूत्रपर्यन्तम् इत्संज्ञाप्रकरणम् इति आहत्य तत्र षट् इत्संज्ञाविधायकानि सूत्राणि सन्ति। एकं वार्तिकम् अस्ति इत्संज्ञाविधायकम्, एकम् इत्संज्ञानिषेधकं सूत्रम् अस्ति, एकं लोपविधायकं सूत्रम् अस्ति। तत्रैः षड्भिः सूत्रैः इत्संज्ञा विधीयते धातुषु प्रत्ययेषु आगमेषु आदेशेषु यत्र कुत्रापि इत्संज्ञा भवति तत्र येभिः एव सूत्रैः। अत्र इत्संज्ञा इत्संज्ञा कुत्र कुत्र भवति, इत्संज्ञासूत्रः अष्टाध्यायी प्रथमपादस्य प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् आरभ्य अष्टमसूत्रात् पर्यन्तम् इत्संज्ञाप्रकरणम् इति अस्ति इति इत्संज्ञाविवरणम् एतत् सूचयति। इत्संज्ञाविधायकसूत्राणि षट्विधानि सन्ति, एकं वार्तिकम् इत्संज्ञाविधायकसूत्रम्, एकम् इत्संज्ञानिषेधकसूत्रम्, एकं लोपविधायकसूत्रं सन्ति। सूत्रे षड्भिः सूत्रैः इत्संज्ञा विधीयते धातुषु आग प्रत्ययेषु आगमेषु आदेषु एतेषु कुत्रापि संज्ञा भवति इति सूत्रैः वदति. आम् अस्तु महोदय. यत्र किं अग्रे पठामः? अग्रे महोदय अहमेकवारं वदामि, अनन्तरं पठतु. तत्र किं लिखितमस्ति यत् धातुभ्यः प्रत्ययेभ्यः आगमेभ्यः आदेशेभ्यः केचन अनुबन्धाः सन्ति. अनुबन्धः इत्युक्ते किम्? अनुबन्धः इत्युक्ते इङ्ग्लिश् आङ्ग्लभाषायां तत्र मार्कर् इति अस्ति. अत्र संस्कृतभाषायाम् अनुबन्धः नाम इत् प्रकरण इत् संज्ञा इत् संज्ञक इत् संज्ञकवर्णः. यत्र अस्माभिः सर्वप्रथमं तु एतत् ज्ञातव्यं यत् धातुमध्ये अथवा प्रत्ययमध्ये कुत्र कुत्र इत् संज्ञावर्णः आगच्छति, तस्य आगच्छति चेत् तस्य लोपः भवति, कुत्र भवति कुत्र न भवति इति. अस्तु, तर्हि एतत् सर्वं तु अस्माभिः गत रविवासरे एव पठितं यत् आपणतः शाकादिकम् इत्युक्ते सर्वं पठितः. अतः साक्षात् इत् संज्ञासूत्राणि वयं पठामः. अधुना रमा महोदय प्रथम इत् संज्ञासूत्रं पठतु. उपदेशे अज् अनुनासिक उपदेशे अजनुसानासिक इत् प्रथम अध्याये तृतीयपादे द्वितीयसूत्रम् इति प्रथमम् इत्संज्ञाविधायकं सूत्रम्. उपदेश अवस्थायां यः अच् अनुनासिकः अस्ति तस्य इत्संज्ञां करोति इदं सूत्रम्. उपदेशे नाम धातुः प्रत्ययः आदेशः आगमः वा. अनुनासिकः अच् नाम यस्मिन् अचि कथं पठामः? चन्द्रबिन्दु एकं पूर्णं स्वरविज्ञानं वर्तते. प्राचीनकाले इदं विज्ञानं ज्ञायते स्म. अद्य प्रायः इदं विज्ञानं न लभ्यते. महोदय कुत्र अस्ति भो? कुत्र इण्डिया मध्ये कुत्र पठति? तत् लिखितम् एकवारं पुनः स्क्रीन् रिफ्रेश् करोतु. पुनः पठामः वा? अनुनासिकचिह्नम् अस्ति. आं स्क्रीन् रिफ्रेश् करोतु. एकनिमिषः. आर् यु रीडिङ्ग् आन्लैन् महोदय? आर् यु रीडिङ्ग् आन्लैन्? Are you reading from the, are you reading from a printout or from directly from the web? Internet. Refresh the screen once. Did you refresh? Hello? Rama Mahode. Wow. Did you refresh the screen? एकनिमिषम् महोदय. हरि ओम्, अहं भानु चैतन्य अस्मि. अहं that you are probably reading an old version. एकनिमिषं महोदय, कुत्र उपकरणं वा? आमाम्, इन् दट् सेम् सेम् ईशन्याप्रकरणं. ईशन्यप्रकरणं प्रथमपाठ प्रथम प्रथमसूत्रं धातुविज्ञानं मध्ये एव अस्ति. यु आर् प्राबब्लि रीडिङ्ग् सम् ओल्ड् वर्जन्. अस्तु, यु डिफ्रेस् प्रकरणस्य उपरि पश्यतु भगिनि. ईशन्यप्रकरणम् इति अस्ति किल, तस्य उपरि धातुविज्ञानस्य ईशन्यप्रकरणस्य उपरि एकः पङ्क्ति अस्ति किल, एतत् पश्यतु. ईशन्यप्रकरणमस्ति तत्र पठामः वा? न न, तस्य उपरि उपदेशे अजनासिक इति अस्ति. यु आर् रीडिङ्ग् द करेक्ट् थिङ्ग्, यु आर् रीडिङ्ग् द करेक्ट् थिङ्ग् बट् प्रोबब्लि यु आर् रीडिङ्ग् ओल्ड् वर्जन्. That's why your what you are reading doesn't match with what we are saying. Jatu vijnanam iti asti kila tatre you skipped one line basically. After that Chandrabindu there was one entire line. Chandrabindu, yeah. That one line you got. Anunasikah achnamasi Chandrabibbu idi Chandrabimba idi anunasika chignam asti. कुसुमाकरे पश्यन्ति चेत् धातुषु न कुत्रापि अनुनासिकचिह्नं दृश्यते. किमर्थम् इत्युक्ते एकं पूर्णं स्वरविज्ञानं वर्तते. प्राचीनकाले इदं विज्ञानं ज्ञायते स्म. अद्य प्रायः इदं विज्ञानं न लभ्यते. अतः अस्मिन् आधुनिकयुगे स्वरविषये अस्माकं क्लेशः. तत् विज्ञानस्य अभावे बृहद्धातुकुसुमाकरे अपि अनुनासिक सिग्नानि न दत्तानि. किन्तु वयं फलं दृष्ट्वा अनुमानं कर्तुं शक्नुमः. यत्र अनुनासिकचिह्नं स्यात् नाम यत्र मूलधातौ कश्चन स्वरः आसीत् यत् लौकिकधातौ नास्ति, तत्र अवगम्यते यत् सः स्वरः अनुनासिकः आसीत्. अतः उपदेशे अजनुनासिक इति सूत्रेण तस्य लोपः जातः. अद्य इदम् इत्थम् इति वक्तुं कश्चन अन्योपायः नास्ति. ऊह्या एव बोध्यम्. यथा गम्नु धातुः अत्र लु इति अच् वर्णः अनुनासिकः अस्ति. अतः उपदेश अजनुनासिक इति सूत्रेण तस्य इत्संज्ञा भवति. तस्य लोपः इत्यनेन लोपः गम् इति अवशिष्यते. लु अनुनासिकः अस्ति इति कथं ज्ञातं फलं दृष्ट्वा? प्रक्रियायां लोके च गम् इत्येव दृश्यते. अतः रु इत्यस्य लोपः जातः. लोपः जातः चेत् उपदेशे अदनुनासिक इत्येव सूत्रेण अर्हति स्म. अतः रु अनुनासिकः स्यात् इति अनुमानम् अस्माकम्. उपदेश अजनुनासिक इति सूत्रम् इत्संज्ञाविधायकसूत्रम् अस्ति. उपदेशवाक्यं यः सत् अनुनासिके अस्ति तस्य इच्छन्या करोति इदं सूत्रं यत्र अच् प्रत्यागारस्य अनुनासिकः अस्ति तत्र इच्छन्या भवति इति एतत् सूत्रं वदति उपदेशे उपदेशः नाम धातुः प्रत्ययः वा आदेशः वा आगमः वा इति भवति अनुनासिकः अच् नाम यस्मिन् अचि बिन्दु इति अनुनासिकचिह्नम् अस्ति अनुनासिकचिह्नम् अस्ति बहुधातु महोदय बृहद्धातु कुसुमाकर इत्युक्ते किं महोदय एकं ग्रन्थः अस्ति अन्यग्रन्थः अस्ति महोदय पुनः मा पठतु स्वस्य एव स्वस्य एव शब्देषु वदतु अत्र उपदेशाधनुनासिक इच् सूत्रेण लोपः जातः तत्र गम् इति गम् रु इति धातुः अस्ति परन्तु लौकिके गम् इत्येव धातुः अस्ति लृ इति लोपः भवति उपदेश अजुनासिक इत् इति उपदेशे अजुनासिक इत् तस्य लोपः इति सूत्रेण लृ इति वर्णस्य लोपः जातः उपदेश अजुनासिक इत्येव सूत्रेण कुत्र लोपः भवति इति अनुमानेन अवगमनम् अस्ति अस्तु धन्यवादः अत्र किमस्ति यत् सर्वे जानन्ति उपदेश अजनुनासिक पुनः अत्र लिखितमस्ति अत्र अस्य सूत्रस्य कार्ये अनुनासिकस्वरस्य ज्ञानम् आवश्यकमस्ति अनुनासिकस्वरः कुत्र अस्ति कुत्र नास्ति इति प्राचीनकाले तु स्वरविज्ञानम् इति विषयः आसीत् यत्र छात्राः जानन्ति यत् कुत्र अनुनासिक अस्ति कुत्र न परन्तु अधुना इदं ज्ञानं लुप्तमस्ति अतः कथं जानीमः यत् स्वरः अनुनासिकः अस्ति यथा महोदया उक्तं केवलम् अनुमानेन एव ज्ञातुं शक्नुमः कथम् अनुमानं करणीयम् अस्तु अत्र लिखितमस्ति खलु यत्र गम् लृ उपदेशे धातुः अस्ति गम् लृ परन्तु लौकिकभाषायां धातु अस्ति गम् गम् धातु अस्ति खलु टु गो तर्हि एतत् अतः वयं ज्ञातुं शक्नुमः यत् लृ यत् अस्ति लृ अच् वर्णः अस्ति तत् अनुनासिकः भवेत् यतोहि अनुनासिकः नास्ति चेत् कथं तस्य इत् संज्ञा भवेत् अथवा तस्य लोपः कथं भवेत् अतः तत् अनुनासिकं भवेत् येन तस्य लोपः भवति तदनन्तरं गम् ऋतः गम् धातु इति निष्पद्यते अतः केवलम् अनुमानम् एव अस्माभिः करणीयं यत् अत्र स्वर अत्र अनुनासिकः अस्ति अत्र अनुनासिकः नास्ति आम् किमर्थं इत्संज्ञां प्रकरणं पुनरपि दत्तं पूर्वमेव व्याख्यानं कृतम् आं महोदय तस्य कारणम् एतद् यत् अत्र धातुविज्ञाने अपि इत्संज्ञाप्रकरणस्य बहु महत्त्वम् अस्ति यतोहि धातुमध्ये अपि बहुत्र इत्संज्ञावर्णः आगच्छन्ति अतः दिस् इस् अत्र एकं रिविजन् एवम् अस्ति अत्र नूतनं नास्ति अतः किञ्चित् झटिति पठित्वा अग्रे गच्छामः इति अस्तु अमित् महोदय अग्रे पठतु अमित् महोदय नास्ति अस्तु मीना महोदय मीना सुन्दरेशन् आमाम् एतदपि ध्येयं यत् यदि स्वरः अपरेण वर्णेन सह उपस्थितः तर्हि कुत्रचित् तयोः एकं यूनिट् कृत्वा अपरेण सूत्रेण इत्संज्ञा क्रियेत यथा दुपचुष् इत्यस्मिन् डकारोक्त उत्तरवर्ति यः उकारः अस्ति सः उकारः अनुनासिकः नास्ति तत्र डु इत्येव एकं यूनिट् अस्ति अतः अपरेण सूत्रेण इत्संज्ञा साध्येत तर्हि प्रथमं कार्यम् इत्संज्ञा इति तदर्थं षट् सूत्राणि सन्ति तेषु त्रीणि सूत्राणि धातुषु अपि प्रत्ययेषु अपि नाम सर्वेषु उपदेशेषु प्रयुज्यन्ते त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते न धातुषु इत्संज्ञाप्रकरणं चत्वारि सूत्राणि उपदेशावस्थायां सर्वेषु रूपेषु धातुषु प्रत्ययेषु आदेशेषु आगमेषु उपदेश अर्जनुसानुनासिक इत् उपदेशे धातौ प्रत्यये आदेशे आगमे अच्वर्णः अनुनासिकः चेत् तस्य इत्संज्ञा भवति उपदेशे सप्तम्यन्तम् अच् प्रथमान्तम् अनुनासिकः प्रथमान्तम् इत् प्रथमान्तम् अनेकपदमिदं सूत्रम् सूत्रं स्वयं सम्पूर्णं उपदेशे अच् अनुनासिकः यत् हलन्त्यम् उपदेशस्य अन्ते हल् वर्णः अस्ति चेत् तस्य हल् वर्णस्य इत्संज्ञा भवति हल् प्रथमान्तम् अन्त्यं प्रथमान्तं द्विपदमिदं सूत्रम् अनुवृत्ति सहितसूत्रम् उपदेशे अन्त्यं हल् इति न विभक्तौ तुस्माः विभक्त्यां तवर्गीयवर्गः सकारः मकारः च इत्संज्ञकाः न भवन्ति विभक्तिश्च इत्यनेन सुप्रत्ययाः तिङ्प्रत्ययाः च सर्वे विभक्तिसंज्ञकाः इदं सूत्रं हलन्त्यम् इत्यस्य अपवादः तस्य तुश्च सश्च नश्च तेषाम् इतरेतरद्वन्द्वतु स्माः न अव्ययपदम् विभक्तं सप्तम्यन्तं तुस्माः प्रथमान्तं त्रिपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः आदिर् एकम् अस्तु अत्र सर्वे जानन्ति खलु नमस्ते महोदय सोरि ऐ ड्राप्ड् आफ् फोर् अ मिनिट् मै ल्याप्टाप् हैड् अ प्रोब्लम् सर्वे प्रायः जानन्ति खलु अत्र किं लिखितमस्ति को प्रश्नः अस्ति वा अत्र कस्यापि प्रश्नः अस्ति चेत् पृच्छतु अस्तु महोदय मम प्रश्नः अस्ति भवत्याः कृते अत्र भवत्या त्रीणि सूत्राणि पठितानि खलु तर्हि अत्र प्रमुख भेदः कः अस्ति तृतीयसूत्रस्य प्रथमद्वितीयसूत्रेण सूत्राभ्यां प्रमुखः भेदः किम् अस्ति कः अस्ति न विभक्तौ तु स्माः सूत्रः निषेधसूत्रः आम् उत्तमं तर्हि सप्त इत्संज्ञासूत्राणि सन्ति खलु तत्र षड् सूत्राणि वदन्ति कुत्र कुत्र इत् संज्ञा भवति, परन्तु इदं सूत्रं यत् अस्ति न विभक्तौ तुस्मः तद् वदति यत् कुत्र इत् संज्ञा न भवति. आम्, अतः मुख्यभेदः अस्ति. अस्तु, अग्रे पठतु चतुर्थः. आमाम्. आदिर्दिजु नि डु डवः उपदेशस्य आदौ नि टु डु इति त्रिषु एकः वर्णसमूहः अस्ति चेत् तस्य इत् संज्ञा भवति. नि डु डु एते निबन्धाः धातुषु एव भवन्ति, अतः इदं सूत्रं वस्तुतः धातूनां कृते. नि च डु च डु टु च डु च तेषाम् इतरेतरद्वन्द्वः निचु निचु डु बहुवचने निचु डवः गुरुशब्दः एव. आदिः प्रथमान्तं, निजु डवः प्रथमान्तं, द्विपदमिदं सूत्रम्. आदिः इति इत् इति च बहुत्वे एकवचनम्. अनुवृत्तिः सहितसूत्रम् उपदेशे धातोः आदेः निजु डवः इतः. त्रीणि सूत्राणि उपदेशावस्थायां प्रत्ययेषु एव. शः प्रत्ययस्य प्रत्ययस्य आदौ शकारः अस्ति चेत् महोदय, did you miss something in between? त्रीणि सूत्राणि उपदेशावस्थायां प्रत्ययेषु. तत् पूर्वम् एकं वार्तिकम् अस्ति, इर इति संज्ञा वाच्य. अत्र नास्ति. आर् यू यूसिङ्ग् एन् ओल्ड् वर्जन्? I printed out. Oh, that's right. Some reading from the printout. Often it gets updated by Madam. Oh, I see. Mohde. So, astu. Astu. Dhanyavad, Mohde. Amit Mohde. Am Mohde. Bhavan drashtum shaknoti va, vachya? Am shaknoti. Tataha pathatu. इर इति संज्ञा वाच्य नेटि सप्तम सप्तमध्याये द्वितीयपादे चतुर्थसूत्रम् इति सूत्रस्य अन्तर्गतम् एकं वार्तिकं धातोः इर् इत्यस्य शब्दसमुदायस्य संज्ञा भवति. छिदिर् इत्यादिषु धातुषु इरः इत्संज्ञा भवति. यथा भिदि, तस्मात् भिद्, छिदि, तस्मात् छिद्, दृशिर् इत्यस्मात् दृश्, निजिर् इत्यस्मात् निज्, युजिर् इत्यस्मात् युज्, ईशुचिन् इत्यस्मात् शुच्. ध्येयं यत् इङ्कारस्य, रेफस्य च भिन्नरीत्या इत्संज्ञा न करणीया. इत्युक्ते इर् इति वर्णसमूह अस्ति, तस्य सम्पूर्ण वर्णसमूहस्य इत्संज्ञा प्राप्नोति इति इत्यस्मात् वार्तिकं वार्तिकमात् वार्ति वार्तिकात् तर्हि पदस्य अन्ते इर् इति अस्ति चेत् तस्य लोपः भवति, इति संज्ञा भवति, अनन्तरं लोपः भवति. अनेकानि उदाहरणानि दत्तं सन्ति. प्रायः अत्र सर्वे अन्ते इर् आगच्छेत्, तत्र भिदिर् छिदिर् अत्र लिखितं नास्ति, परन्तु अहं चिन्तयामि तत्र अन्ते रेपः भवेत्. छिदिर्, दृशिर्, निजिर्, युजिर्, इशुचिर् इति. अग्रे पठतु. महोदय, मम एकः प्रश्नः अस्ति. आम् महोदय. इति सूत्रं विहाय अपि इर् इति हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति. अनन्तरम् उपदेशे अजननासिक इति सूत्रेण इगुम् इति चन्द्रबिन्दु द इ अपि इत्संज्ञा वर्तते. हलन्त्यम् इति सूत्रेण इर् इति वर्णद्वयस्य लोपः भवत्येव. सो किमर्थम् इर् इत्संज्ञा वाचा वाच्या नेटि इति सूत्रमस्ति इति मम एक प्रश्नः समीचीनः अस्ति. मम केवलम् अनुमानः अस्ति यत् भवान् तु यत् वदति तत् सत्यमस्ति यत् हलन्त्यम् इति सूत्रेण रेफस्य इत्संज्ञा भवति, उपदेशे अजनुनासिक इति सूत्रेण अनुनासिक इकारस्य इत्संज्ञा भवति, तथा तदनन्तरं किमर्थं भिन्नवार्तिकम् अस्ति. मम अनुमानम् अस्ति यत् अन्यत् कुत्रापि सूत्रे लिखित भवेत् प्रायः, यत्र लिखितम् आसीत् यत् इर् प्रत्य इर् इत्संज्ञा अस्ति चेत् किमपि कार्यं करोतु स्पेसिफिक्लि फार् इत् इर् संज्ञा. एतमस्ति चेत् यदि वयं न जानीमः यत् इर् प्रत्ययः इर् इत् संज्ञा कुत्र अस्ति तर्हि तत् कार्यं न कर्तुं शक्नुमः. अन्यकार्यमस्ति चेत् वा अतः इदम् एतत् मम अनुमानः अस्ति यत् कोऽपि कार्यं किमपि कार्यं यत् केवलम् इर् इति संज्ञायाः कृते करणीयम् अस्ति तस्य कृते एतद् नूतनवार्तिकम् अस्ति इति अहं चिन्तयामि. मया अन्य एकं दृष्टं यत् कस्मिंश्चित् धातुपाठेषु धातोः अन्ते इर् अस्ति तस्य अनुनासिक नास्ति, चन्द्रबिन्दु नास्ति. So to cover those cases probably this vartik is useful because then you cannot apply those two sutras and do the anubandha lopa. Therefore you need tatrapi then the whole ir needs to go, otherwise only ra will go. So the chandrabindu on top of the e is sometimes missing. If it is there then you don't need this, but in case it is missing, I have seen some dhatupatas where they give, for example, bidir is just given as bidir, there is no chandrabindu on top of d. So in such cases to make bid you need this vartika, otherwise it will only be lop of ra and it will become bidi, it will not become bid. Na tatrapi tatra yadi इदं वार्तिकम् अपि वदति यत् अनुनासिक इकारः अस्ति तदनन्तरं रेफः अस्ति चेत् करोतु खलु. सो ऐ थिङ्क् दट् द टैपो दिस् शुड् बि इर् इट् शुड् नाट् बि फार् इर् इट्स् नाट् रिक्वैर्ड् फार् इर् वित् द अनुनासिक् इट् इस् रिक्वैर्ड् ओन्लि फार् इर् विदौट् द अनुनासिक् ऐ एम् नाट् श्योर् लेट् मी कन्फर्म् दिस् फ्रोम् महोदय परन्तु प्राबब्लि नाट् महोदय aham pushpa yeah because nowadays you don't see the chandra bindu right, that is the reason why you have to guess as to where the there is an anunasika swaraha and then where the where it becomes it, so you won't see the chandra bindu in bhidir and chidir and everything in today's text. Tattu satyam asti परन्तु प्रायः अहं चिन्तयामि यत् अत्र टैपो नास्ति, किमपि नूतनकार्यम् अस्ति अतः इर् इर् इति पृथक्तया लिखितमस्ति. भवान् वदति भिदिर् मध्ये न लिखितमस्ति, तत्तु यत् महोदया वदति अधुना यत् यत् ये ग्रन्थाणि सन्ति अथवा जालपुटे किमपि अस्ति तत्र चन्द्रबिन्दुः प्रायः न दत्तमस्ति, अतः तत् कारणं नास्ति प्रायः. परन्तु अहम् एकवारं महोदयान् पृष्ट्वा वदामि किमस्ति. पुष्पा महोदय, भवती किमपि वदति खलु? पुष्पा प्रायः महोदय अत्र प्रायः इकारः चन्द्रबिन्दु अस्ति या वा नास्ति तत् तत् न जानामि. तत्र अत्र अस्ति न तत् तथैव इर इति तत् सूत्रं कार्यं करोति. तत्तु अस्ति. अस्तु अमित् महोदय. महोदय प्रश्नः अस्ति. प्रथमप्रश्नः अस्ति इर इत्युक् किमर्थम् इर् अस्ति खलु, सो इर किमर्थं लिखितं. द्वितीय अस्ति नेटि नाम किम्? नेटि एकसूत्रमस्ति महोदय, अन्यसूत्रमस्ति तस्य. अत्र वार्तिकं किम् अस्ति? वार्तिकं सूत्रस्य कृते एक एक्स्प्लेनेशन् अस्ति, यत्र अष्टाध्यायं न सन्ति वार्तिकाणि, तत्र भिन्न सन्ति, परन्तु तत्र एक्स्प्लेनेशन् सन्ति. तर्हि प्रायः नेटि इति किमपि सूत्रमस्ति, तस्य सूत्रस्य ये वार्तिकानि सन्ति तत्र इदं वार्तिकम् आगच्छति, इर इति संज्ञावाच्य. अतः महोदयेन तत्र लिखितमस्ति यत् नेटि इति सूत्रे अन्तर्गतं. परन्तु नेटि इति सूत्रस्य अत्र किमपि अत्र कापि आवश्यकता नास्ति. इर द्वितीयप्रश्नः अस्ति इर, तत्र प्रायः चिन्तयामि यत् केवलम् उच्चारणकृते लिखितमस्ति. बहुत्र अत्र बहुत्र एवं लिखितमस्ति यत् पाणिनिना अथवा अन्य ऋषिणा स्वरवर्णः अपि लिखितमस्ति, तत्तु केवलम् उच्चारणार्थमस्ति. वस्तुतः अत्र केवलम् इर् इति ग्रहणीयम्. धन्यवादः महोदय. अस्तु हा अमित् महोदय अग्रे पठतु. It is actually ir with the Pratama Vibhakti. So it becomes iraha, and then by Sandhi Lopa of Visarga, it becomes ira. And 724... Pratama Vibhakti of ir is not iraha. Or maybe like you said, it is for pronunciation. Could be. Ucharanate. Pratama Vibhakti of Halantyam Shabda is not iraha. Okay. Shashti Vibhakti. But Shashti doesn't make sense. Shastu atra prayaha uccharanam eva asti. Uccharanam eva asti. Shashti vibhakti. Tatra. In ashtadhyayi.com, if you see 7.2.4 neti, in that the Siddhanta Kaumudi section of it has this ira itsangya vacha. So in that there is no Chandrabindu on top of ira. So I'll again confirm that also could be because, as Mahoday said, people don't put Chandrabindu now, but I'll confirm, yeah. Astu, some time ago that was a challenge in printing technology, but now that's no longer a constraint. Agre Pathami, Trini Sutrani, Upadeshavasthayam Pratyeshu Eva, Prathamam, Shaha Pratyesya, 136. प्रत्ययस्य आदौ शकारः अस्ति चेत् तस्य इत्संज्ञा भवति. शः प्रथमान्तं प्रत्ययस्य षष्ट्यन्तं द्विपदम् इदं सूत्रम्. अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदिः शः इत्. द्वितीयं चुटु 137. प्रत्ययस्य आदौ च वर्गीयः इत्युक्ते च छ ज झ ञ, अथवा ट वर्गीयः इत्युक्ते ट ठ ड ढ ण वर्णः भवति चेत् तस्य वर्णस्य इत्संज्ञा भवति. चुश्च टुश्च तयोः इतरेतरद्वन्द्वः चुटु द्विवचने गुरुशब्दः इव. चुटु प्रथमान्तम् एकपदम् इदं सूत्रम्. वचनविपरिणामं क्रियते. अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि चुटु इतौ. तृतीय लशक्वतद्धिते 138. प्रत्ययस्य आदौ लकारः शकारः कवर्गीयः इत्युक्ते क ख ग घ ङ च वर्णः अस्ति चेत् तस्य इत्संज्ञा भवति, किन्तु तद्दितप्रत्यये न. लश्च शश्च कुश्च तेषां समाहारद्वन्द्वः लशकु न तद्धितम् अतद्धितम् नै तत्पुरुषः तस्मिन् अतद्धिते लशकु प्रथमान्तम् अतद्धिते सप्तमी अन्तम् द्विपदम् इदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते. तर्हि महोदय अत्र किं लिखितमस्ति झटिति वदतु. प्रत्ययस्य आदौ शकार अस्ति चेत् तस्य इत्संज्ञा भवति इति प्रथमसूत्रं वदति. द्वितीयसूत्रं वदति यत् प्रत्ययस्य आदौ च वर्गीय अथवा टवर्गीयवर्ण अस्ति सन्ति चेत् तस्य इत्संज्ञा भवति. लशक्वतद्धिते तृतीयसूत्रं वदति यत् प्रत्ययस्य आदौ लकार अथवा षकार अथवा कवर्गीयवर्ण अस्ति चेत् तस्य इत्संज्ञा भवति इति. अस्तु, तर्हि मम प्रश्नः, परन्तु अतद्धिते तृतीय कृते अतद्धिते इति नियमः अस्ति. मम प्रश्नः अस्ति, अत्र सूत्रत्रयं यत् अस्ति अशः प्रत्ययः चूटु लशकोतद्धिते, एतेषां सूत्राणां मुख्यभेदः कः? मुख्यभेदः यत् त्रीणि सूत्राणि प्रत्ययस्य एव सन्ति. प्रत्ययस्य इति अनुवर्तते त्रीणि सूत्राणि सूत्रेषु. अस्तु, फस्ट् फोर् आर् अप्लिकेबल् फार् आल् धातुषु प्रत्ययेषु च इति भेदः. महोदय एकः प्रश्नः, एकनिमिषं महोदयेन यत् उक्तं तत् सत्यमस्ति. प्रथमचत्वारः चत्वारि सूत्राणि तु प्रत्ययेषु अपि सन्ति, धातुषु अपि सन्ति, आदेशेषु अपि सन्ति, आगमेषु अपि सन्ति. परन्तु अनन्तरं यत् त्रीणि सूत्राणि आगच्छन्ति तानि केवलं प्रत्ययेषु सन्ति. कथं जानीमः? अत्र शः प्रत्ययस्य अस्ति खलु, प्रत्ययस्य तस्य अनुवृत्तिः भवति, चुटु मध्ये अपि भवति, लशकोद्धिते तत्र अपि भवति. तर्हि आहत्य अस्माभिः अधुना पठितम् यत् षड् सूत्राणि सन्ति, तानि सूत्राणि इति संज्ञा विधेयकसूत्राणि सन्ति. एकं सूत्रमस्ति न विभक्तौ तुस्माः, तद् सूत्रम् इति संज्ञा निषेधसूत्रमस्ति, निषेधकसूत्रमस्ति, वदति इति संज्ञा मा करोतु. एकं वार्तिकम् अस्ति इर इति संज्ञा वाच्या, येन अपि इति संज्ञा भवति इति मुख्यवार्ता अस्ति अत्र. अस्तु महोदय, मम एकः प्रश्नः अस्ति महोदय. न विभक्तौ तुस्मा अस्मिन् सूत्रे विभक्ति इति संज्ञा केवलं सुप्रत्ययः तिङ्प्रत्ययः च प्राप्नोति वा? तर्हि इदं सूत्रमपि प्रत्ययस्य भवेत्, बिकास् ओन्लि विभक्तौ आर् आल् प्रत्ययस्. सो इट् केन् बि ग्रूप्ड् अलोङ्ग् वित् द नेक्स्ट् त्री, दो इट् डजन्ट् से प्रत्ययस्य, बट् इन् एफेक्ट् इट् द प्रत्ययसूत्रम्. आं तदस्ति. ओके, आं महोदय. सुमन् महोदय, प्रश्नः अस्ति खलु. प्रत्यय तु उपदेशः एव खलु? प्रत्यय इस् अ सब्सेट् आफ् उपदेशः. उपदेश इत्युक्ते प्रत्यय आगमः आदेशः खलु? परन्तु किमपि उपदेशे अस्ति इत्युक्ते किम्? उप उपदेशे अस्ति इत्युक्ते प्रत्यये अस्ति नो चेत् धातु पदे अस्ति नो चेत् आदेशे अस्ति नो चेत् आगमः तत्र अपि भवितुम् अर्हति. तदस्ति. अस्तु, मम प्रश्नः अस्ति, अत्र गम् धातु अस्ति खलु, गम्? आम्. गम् धातु उपदेशे अस्ति वा? गम् धातु अहं चिन्तयामि आम् इति अस्ति. अस्तु, तत्तु नास्ति महोदय. धातु अस्ति इति कृत्वा उपदेशे इत्युक्ते न, उपदेशे इत्युक्ते मूलग्रन्थे धातुपाठे यत् ये धातवः सन्ति ते उपदेशे सन्ति. नाम गम् धातु तु लौकिकधातु अस्ति. अस्तु, सो गम्ल अस्ति उपदेशः. गम्लृ अस्ति उपदेशः. आम् अस्तु, गम्ल अस्ति उपदेश, गम् लौकिकधातु. अस्तु, अत्र मम प्रश्नः अस्ति, अत्र त्रीणि सूत्राणि दत्तम् खलु, तत्र उपदेशे किम् अर्थम् इति, प्रत्ययस्य आदिः शः इत् अन्यपदम् उपदेशे किम् अर्थं? प्रत्ययः तु उपदेशः एव. भवान् उक्तवान् सर्वे सर्वानां प्रत्ययस्य न भवति, किन्तु मूल प्रत्यय एव. इत्संज्ञाप्रकरणं कुत्र करणीयं? मूलधातुरूपे करणीयम् इति वार्ता अस्ति. धन्यवादः, इदानीम् अवगतम्. गम्लु इति उपदेशः नास्ति महोदय. गम्लु इति गम् धातोः औपदेशिक अवस्था अस्ति. उपदेशिक अवस्था, इट् इस् नाट् अ डेफिनेशन्, इट् इस् नाट् अ सेट् कन्सिस्टिङ्ग् आफ् प्रत्यय धातु. उपदेश इस् अ स्टेट् वेर् इट् इस् बीङ्ग् डिफैन्ड्, वेर् इट्स् द फस्ट् टैम् बीङ्ग् डिफैन्ड्. उपदेश, ऐ मीन् इट्स् नाट् अ सेट् एस् सर्, उपदेश इत्युक्ते यत् मूलरूपं यत् अस्ति तत्र किमस्ति इति. धातुपाठे गम्लुरु अस्ति खलु इति, यत् यत् इत् संज्ञाप्रकरणं कुत्र करणीयम्? अत्र मूलरूपेषु करणीयम् इति वार्ता अस्ति. अस्तु, एकम् अधुना एकम् अन्यदपि एकम् अन्यदपि अस्ति. केचन धातवः उपदेशे न सन्ति, केचन धातवः उपदेश अवस्थायां न आगच्छन्ति, यतोहि उपदेशे इत्युक्ते धातुपाठे केवलं 2000 धातवः सन्ति, यत्र गम्लृ दुपचष् इति मूलधातवः सन्ति. परन्तु केचन धातवः सन्ति ये उपदेश अवस्थायां न सन्ति, ते धातुः नूतनधातवः सन्ति, ये मूलधातुतः यदा नूतनप्रत्ययः आगच्छति तदनन्तरं नूतनधातुः भवति, तस्य उपदेश अवस्थायां धातुः नास्ति, यतोहि णिच् प्रत्ययः अस्ति खलु. अस्माभिः गतरविवासरे णिच् प्रत्ययस्य उदाहरणानि द्रष्टव्यानि. णिच् प्रत्ययः यदि चुर्धातुः अस्ति, चुर्धातुः अस्ति उपदेश अवस्थायां, तदनन्तरं तस्य चुरादिगणे णिच् प्रत्ययः आगच्छति, नूतनधातुः भवति चोरी. चोरी अपि धातुः अस्ति, परन्तु चोरी धातुः उपदेशे नास्ति, अतः चोरी मध्ये इत्संज्ञाप्रकरणं न भवति. तदपि एकं वार्ता अस्ति यत् सर्वे धातवः उपदेशे न आगच्छन्ति, केचन धातवः नूतनधातवः सन्ति ये उपदेशे धातुः अस्ति, तस्मात् प्रत्ययः आगत्य नूतनधातुः भवति इति अपि अस्ति. अस्तु, श्रीराम् महोदय वा? धातौ कोऽपि इत् वर्णः नास्ति, तत् अपि मूलधातु भवति वा, नो चेत् लौकिकधातु एव वा? तत् इत् संज्ञा नास्ति चेत् मूलपि अस्ति लौकिकपि अस्ति. अस्तु, महोदय प्रश्नः अस्ति खलु. हरि ओम् महोदय, मम प्रश्नः एकः अस्ति. तत् भवान् उक्तवान् किञ्चित् त्रीणि सूत्राणि उपदेश उपदेश अवस्थायां प्रत्ययेषु एव तत्र लिखितम्. अतः मया मम प्रश्नः अस्ति उपदेश अवस्थायाम् इत्युक्ते किं तत्र प्रत्ययेषु एव इति लिखितुं तु समीचीनं, किमर्थं तत्र उपदेश अवस्थायाम् इति. तत्र तत्र तथैव खलु महोदय, प्रत्यय उपदेश नाम मूल प्रत्ययस्य मूलरूपं किम् अस्ति तस्याम् अवस्थायाम् एव इत्संज्ञाप्रकरणं करणीयं. प्रत्ययस्य किमपि मूलरूपम् अस्ति तत्र इत्संज्ञाप्रकरणं करणीयं, तदनन्तरं तस्य लौकिकरूपं भवति. मूलरूपे लौकिकप्रत्ययः भिन्नम् अस्ति, मूलरूपप्रत्ययः भिन्नम् अस्ति वा? आम्, तत्र फार् एक्साम्पल् क्त प्रत्ययः अस्ति खलु, क्त महोदय, तप्रत्ययः वस्तुतः यदा शब्देषु आगच्छति तस्य केवलं त इति अवशिष्यते खलु, त. परन्तु तस्य मूलरूपम् अस्ति क्त, कत, क्त. उपदेश अवस्थायां क्त अस्ति, तत्र क्त इति लशक्वदधिते इति सूत्रेण तस्य इति संज्ञा भवति, अतः केवलं त इति अवशिष्यते. Also, we have seen recently the shap pratyaya, no? For the guna. Same thing, no? Sha gets its finger. So, shap is the upadeshik form. Only then that shakara, it is applicable, right? So, after that is done, once you get the laukik form, you cannot again try to apply that. Only in the initial stage, you have to apply all the checks. Otherwise, you might try to keep on applying it. Kimapi na vikarvam lopo ya. No. So, for example, after removing the initial sha, suppose you are again left with sha. To take a hypothetical example, suppose there was a dhatu like sha, something. So, you remove the sha, then you are left with sha something. You should not apply it again because it's no longer in upadeshik form. It has already been lopo. Another example is, in today's abhyasa only, atra eka pratyaya asti, klukan, khalu, klukan eka pratyaya asti, atra kakarasya lopaha bhavati, lashakva tadhite iti sutre, tadanantaram kevam luk iti avashishyate, tari adhuna laukika rupam asti luk, tadanantaram punha yadi vayam लशक्वदधिते इति कुर्यात् तर्हि लकारस्य अपि लोपः भवति, परन्तु तत्तु न करणीयम् इति अस्ति इति. अतः केवलम् उपदेश अवस्थायां यत् रूपम् अस्ति तत्र एव इति संज्ञाप्रकरणं करोतु इति. महोदय, अत्र दत्तमस्ति प्रथम सूत्राणि उपधातुषु प्रत्ययेषु आदेश आगमेषु इति. अनन्तरं त्रीणि सूत्राणि त्रिसूत्राणि केवलं प्रत्यये विषये अस्ति. अत्र प्रथम अत्र आदिनिटुडो वा अस्ति सूत्रं वदति केवलं धातोः. अतः अहं मम सन्देहः अस्ति धातुषु प्रत्ययेषु आदेशेषु आगमेषु केवलं द्वे सूत्रे एव भवति आदिनिटुड वा केवलं धातोः एव, अतः सम्यक् वा? आमां सत्यम् अस्ति, यतोहि आदिनिटुडवः अस्ति यत् तस्य नी टु डु केवलं धातुषु एव आगच्छति, धातुषु आगच्छति, अतः आहत्य तस्य फलं केवलं धातुषु एव दृश्यते. In other words, ekam dhatu eva, dve for all dhatushu pratyesh adesheshu, anya trini pratyesh. No, vibhakto tusmaha api pratyanam krite eva. Tattu nishyada sutram. Astu. Astu, tadasti. अस्तु, अग्रे पठामः. कः अस्ति? रघुपति महोदय एव अस्ति, भवानेव पठतु. आम् महोदय. कुत्र महोदय? इत्लोपविधिः. इत् लोपविधिः एकवारं यदा कस्यचित् वर्णस्य वर्णसमूहस्य च इत् संज्ञा भवति तदा तस्य लोपः इति सूत्रेण तस्य लोपो भवति. तस्य लोपः प्रथमाध्यायस्य तृतीयपादस्य नवम अस्ति. इत्संज्ञकस्य वर्णस्य लोपो भवति. तस्य षष्ठन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रम् उपदेशजनुनासिक इत् इत्यस्मात् इत् इत्यस्य अनुवृत्ति षष्ठ्यर्थे अनुवृत्तिसहितस्य सूत्रं तस्य इतः लोपः इति. तस्य इतः लोपः एकवारं यदा कस्यचित् वर्णस्य तस्य लोपः इति एकवारम् इत्संज्ञा भवति तस्य लोपः भवति इति अस्ति. तस्य इतः षष्टि अतः स्थानी भवति तस्य लोपः भवति इत्यस्मात् सूत्रात् कस्यापि इत्संज्ञा वर्णस्य लोपः भवति अस्तु अग्रे पठतु. अनुवृत्तिः महोदय आम् विधिसूत्रम् धन्यवादः महोदय. अनुवृत्तिः एतेषाम् अनुवृत्तिक्रमः सुलभः. उपदेशजनुनासिक इत् इत्यस्मिन् न कोऽपि अनुवृत्तिः सर्वसूत्रे एव वर्तते. हलन्त्यम् इत्यस्मिन् सूत्रे उपदेशजनुनासिक इत्यस्मिन् सूत्रात् उपदेशे इत् इत् इत्यनयोः अनुवृत्तिः. अतः उपदेशे अन्त्यं हल् इत् इति वाक्यं भवति. उपदेशनुनासिकचित् 1.3.2 नेक्स्ट् सूत्र अस्ति. नवैभक्तौ तु स्माः 1.3.4 इत्यस्मिन् इत् उपदेशनुनासिक इत् इत्यस्मिन् इत्यस्मात् उपदेशे इत् इत्यनोः अनुवृत्तिः. हलन्त्यम् इत्यस्मात् हल् अन्त्यम् इत्यनयोः अनुवृत्तिः. अतः उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः इति वाक्यम्. 1.3.5 आदिनिटुडव 1.3.5 इत्यस्मिन् उपदेशजनुनासिक इत् इत्यस्मात् सूत्रात् उपदेशे इत् इत्यनयोः अनुवृत्तिः. भूवादयोः धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. वचनपरिणामं विभक्तिपरिणामं च कृत्वा अतः उपदेशे धातोः आदयः निटुडवः इतः इति वाक्यं भवति. षप्रत्ययस्य इत्यस्मिन् आदिर्निटुडव इत्यस्मात् आदिः. उपदेशरुणासिक इत् इत्यस्मात् उपदेशे इत् अतः उपदेशे उपदेशे अनुनासिक इत् इत्यस्मात् उपदेशे इत् अतः उपदेशे प्रत्ययस्य आदिः शः इत् इति वाक्यम्. चूटु 1.3.7 इत्यस्मिन् श प्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदिर्निटुडव इत्यस्मात् आदिः. उपदेश अनुनासिक इत् इत्यस्मात् उपदेशे इत् अतः उपदेशे प्रत्ययस्य आदिः चुटु इतौ इति वाक्यं भवति. लशक्वतद्दिते इत्यस्मिन् पुनः षप्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदिर्निटुडव इत्यस्मात् आदिः. उपदेशे जनुनासिक इत् इत्यस्मात् उपदेशे इत् अतः उपदेशे प्रत्ययस्य आदिः लशकु अथद्दिते इत् इति वाक्यम्. तस्य लोपः इत्यस्मिन् उपदेशे जनुनासिक इत् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः. अतः तस्य इतः लोपः इति वाक्यं. ध्येयं यत् अग्रे पठामि न महोदय. अस्तु धन्यवादः महोदय. तर्हि किमपि नूतनं नास्ति, केवलम् अनुवृत्तिक्रमः लिखितः अस्ति. अनुवृत्तिः कस्मात् सूत्रात् कुत्र भवति इति लिखितमस्ति. अस्तु अधुना अभ्यासः एव अस्ति अग्रे. अभ्यासात् पूर्वं कस्यापि प्रश्नः अस्ति वा महोदय? न तुस्माः न विभक्तौ तुस्माः अपि संज्ञासूत्रं वा विधिसूत्रं वा? संज्ञासूत्रं तु नास्ति, अत्र निषेधसूत्रमस्ति. यत् संज्ञा अस्ति यत् हलन्त्यं संज्ञा अस्ति, उपदेशे अज् अनुनासिक इति संज्ञा अस्ति. न विभक्तौ तुस्माः एक निषेधसूत्रमस्ति. अहं विधि अहं न चिन्तयामि. अत्र कोऽपि विधि नास्ति यत् अत्र करोतु अत्र न करोतु. अत्र केवलं लिखितमस्ति यत् न विभक्तौ तुस्माः इति संज्ञा नास्ति. तर्हि नेगेटिव् संज्ञासूत्रमस्ति इति अहं चिन्तयामि किञ्चित् रीत्या, परन्तु विधि तु अहं न चिन्तयामि. अस्तु, किन्तु अन्यानि सूत्राणि, अन्यानि षड् सूत्राणि सर्वे संज्ञासूत्राणि. अस्तु अस्तु अस्तु अग्रे. पुस्तके अस्ति तस्य लोपः विधिसूत्रं नास्ति, परिभाषासूत्रम् इति. कुत्र अस्ति महोदय? पुस्तके अस्ति अष्टाध्यायी सूत्रपाठः. परिभाषासूत्रमपि एकरीत्या अस्ति खलु, यतोहि यदा कुत्रापि इति संज्ञा भवति तत्र तस्य लोपः इति आगत्य सहायतां करोति यत् इति संज्ञा अस्ति चेत् लोपः करोतु. परन्तु विधिसूत्रमपि अस्ति, तदहं चिन्तयामि यत् विधिः अस्ति खलु लोपः करोतु. आम् आम् आम् अस्तु अस्तु अग्रे अभ्यासः कुर्मः. भानुमहोदय. आं महोदय. धातु करोतु प्रथम दुपचष्. दुपजष् तत्र लिखितं महोदय, तत् पठितं वा? आम्. धातवः दुपचष् डु आदिर्नुटुः इत्यनेन इत्संज्ञा, हलन्त्यम् इत्यनेन शकारस्य इत्संज्ञा, चकारोत्तरवर्ती आकारः उपदेश अजनुनासिका इत् इत्यनेन इत्संज्ञा, तस्य लोपः इत्यनेन सर्वेषां लोपः, पच् इति धातुः निष्पन्नः. किं करणीयं महोदय? अवगच्छति खलु? अवगच्छामि महोदय. अग्रे अपि लिख एव करोतु, परन्तु स्वस्य शब्देषु वदतु. लिख तत्र लिख धातु अन्तिमः वर्णः अनुनासिक अस्ति, ञ. तत् उपदेशे अजनुनासिक इति सूत्रेण तस्य लोपः च इति तत् इत्संज्ञा भवति, तस्य लोपः अपि भवति, लिख् इति एव धातुः निष्पन्नः भवति. मम एकः प्रश्नः अस्ति महोदय भवतः कृते. भवान् एव वदतु, अन्यपि कोऽपि न वदतु, मा वदतु. अत्र लकारस्य अपि लोपः भवति खलु लशक्वतद्धिते? आं महोदय, लशक्वतद्धिते तत्तु प्रत्ययेषु एव इति अहं चिन्तयामि, लिख् तु धातु एव, अतः सत्यं महोदय. उत्तमम् अस्तु. डुक्री अपि करोतु. आं महोदय, डुक्रुन् तत्र अन्तिमः ञ इति अस्ति, तद् तदपि हलन्त्यञ्च सूत्रेण ञ तस्य लोपः इति तद् लोपं भवति. आदिर्नुटुडवः इति सूत्रेण तत्र डु यदस्ति तदपि लोपं जातः, अतः तत् क्रु एव अवशिष्यते इति अहं मन्ये. अस्तु, धन्यवादः महोदय. हरि ओम्. धन्यवादः. श्रीराम महोदय. आं महोदय. अत्र निमिताङ् इति अस्ति. आदिर् निटुडवः इति सूत्रेण नीति इत्संज्ञा प्राप्नोति. अनन्तरं आङ् इति उपदेशे अजनुनासिक इत् इति सूत्रेण अत्र आ इत्यपि इत्सम्यकः भवति. अतः मिद् इति इत्येव अवशिष्यते. तस्य लोपः इति सूत्रेण लोपः भवति. तस्य लोपः इति सूत्रेण ङी अनन्तरम् आङ् इति इत्सम्यक वर्णद्वयस्य लोपः भवति. आं महोदय. मिद् इति एव अवशिष्यते. संशयः महोदय, उपदेशे अनुनासिकः इत्वर्णः संज्ञा भवति यदा यदि ह्रस्वं वा दीर्घं वा सर्वदा. ओके, अस्तु, करोतु महोदय. श्रीराम गम्लृ. अनन्तरं गम्लृ इति अस्ति. अत्रापि ऋ इति उपदेशे अजनुनासिक इति कारणेन ऋ इति इत्संज्ञा प्राप्नोति, इत्संज्ञकः भवति. अनन्तरं तस्य लोपः इति कारणात् ऋ इति वर्णस्य लोपः भवति. अतः गम् इत्येव अवशिष्यते अनन्तरम्. दृशिर् इति अस्ति. अत्र हलन्त्यम् इति सूत्रेण इर् इति इत्सम्यकः भवति. अनन्तरं ई इत्यपि अनुनासि उपदेशे अजनुनासिक इति सूत्रेण ई इति अपि. ई अपि इत्सम्यकः भवति. इर् इति इत्सम्यकः समूहः अस्ति, अतः दृश् एव अवशिष्यते. तत्तु अस्ति महोदय, परन्तु अधुना अस्माभिः एकं नूतनं वार्तिकं पठितं खलु, इर इति संज्ञा वाच्या. आं महोदय, अत्र इर इति संज्ञा वाच्या नेति इति. तर्हि अत्र इर इत्यस्य एव अत्र शब्दसमूहः अस्ति, इति संज्ञकः समूहः इति कारणेन इर् इति इत्सम्यकः भवति. तस्य लोपः इति सूत्रात् दृश् एव अवशिष्य सूत्रात् दृश् एव अवशिष्यते हल ऐ मीन् तस्य लोपः इति सूत्रस्य अनन्तरम्. आं, तर्हि अत्र हलन्त्यम् अथवा उपदेशे अनुनासिक इति सूत्राभ्यां तु न करणीयम् इति संज्ञा, परन्तु वाच्यमस्ति खलु, वार्तिकमस्ति, इर इति संज्ञा वाच्या, तेन एव अत्र इति संज्ञा प्रकरणं करणीयम् इति. धन्यवादः महोदय. अग्रे सुमित्रा महोदय अस्ति खलु. आं महोदय, अस्मि. पठतु अग्रे. जीव चन्द्रबिम्बः अस्ति. उपदेशे अजनुनासिक इत्यनेन अकारः अनुनासिक अकारः गच्छति अतः जीव् इति निष्पन्नं एकनिमिषं महोदय अत्र प्रश्नः अस्ति मम चुटु इति सुमित्रा महोदय आं महोदय भवती कृते एव अस्ति अत्र चुटु प्रत्यये चुटु सूत्रेण जकारस्य लोपः न भवति वा चुटु तु प्रत्ययः अस्ति चेदेव करणीयं खलु एतत् धातु अस्तु अतः न करणीयं तत्र न अर्हति अस्तु अग्रे करोतु युजिर् प्रत्ययाः अस्तु मम कृते नास्ति एकनिमिषं रिफ्रेश् करोतु स्क्रीन् इदानीं प्रिण्ट् औट् मध्ये ओ अस्तु अहं वदामि अत्र धातुः अस्ति युजिर् एकनिमिषं महोदय अहं पश्यामि आन्लैन् मध्ये अपि तत्पर्यन्तं मीना महोदय भवत्याः प्रश्नः अस्ति खलु मम प्रश्नः तदेव किमर्थम् अहं न अवगच्छामि दृशिर् युजिर् दृशि एव अवशिष्यते अदृश्य इति अवशिष्यते किमर्थं इर्प् संज्ञा वाच् इर् संज्ञा प्रकरणं करणीयम् अत्र लिखितमस्ति खलु इर् इत् संज्ञा वाच्य उपदेशे अनुनासिके यत् अनुनासिके चन्द्रबिन्दुः अस्ति तस्मिन् तस्य प्रत्यय एव संज्ञा प्रकरणं भवति किल न तत्तु अस्ति परन्तु यथा मया उक्तं यत्र इर् आगच्छति तत्र एकं नूतनं कार्य नूतनं वार्तिकम् अस्ति येन इर् इति पूर्णसमूहस्य इत् संज्ञा भवति सत्यमस्ति परन्तु अहलन्त्यम् इति सूत्रेण न दृशिर् अत्र युजिर् दृशिर् अस्ति खलु दृशिर् अत्र रेफा अस्ति अनुस्वार अनुनासिक इकारः अस्ति भवती वदति यत् उपदेशे अद् अनुनासिक इति सूत्रेण अपि कर्तुं शक्नुमः खलु परन्तु यदा मया उक्तं प्रायः अन्यत्र कुत्रापि नूतनं कार्यम् अस्ति लिखितं यत्र अस्ति यत् इर् इति अस्ति चेत् इदं कार्यं करोतु एवं तर्हि इर् इति वर्णसमूहस्य कृते नूतनं वार्तिकं लिखितमस्ति तत्र इर् इति अस्ति चेत् सम्पूर्ण इर् इति सूत्रस्य एकवारम् एव इत् इत् संज्ञा करोतु तत्र भिन्नं भिन्नम् उपदेशे अज् अनुनासिक इत् हलन्त्यम् इति सूत्रं न करणीयम् अवगतम् महोदय करिष्यामि वा युजिर् इति इदानीं द्रष्टुं शक्नोमि तत्र रेपः अस्ति हलन्त्यम् इत्यनेन रेपः गच्छति युजिर् उपदेशे अजनुनासिकः इत्यनेन अनुनासिक इकारः तस्य लोपः भवति अतः युज् इति एव अवशिष्यते युज् इति अत्रापि अधुना एव उक्तम् अत्रापि इर इति संज्ञा इति वार्तिकेन एव इति संज्ञा भवति सम्पूर्ण इर् वर्णसमूहस्य उपदेशे अजनुनासिक इति सूत्राभ्यां न करणीयं हा हा यदा दृश्यर् इति दृष्टवन्तः खलु तादृशमेव अस्तु अवगच्छामि इदानीं अग्रे करोतु निच् निच् इति सूत्रं च्युटु इत्यनेन तवर्गीय नकारः तस्य लोपः भवति अतः इच् एव अवशिष्यते एवं वा चकारस्य किमपि न भवति चकारस्य अपि हलन्त्यम् इत्यनेन तर्हि किम् अवशिष्यते यथा अस्माभिः गतरविवासरे दृष्टं खलु चुर् योगः णिच् अस्ति तस्य रूपं भवति चोरि इकारः यदस्ति तत् णिच् प्रत्ययस्य अवयवः अस्ति अस्तु धन्यवादः महोदय अग्रे पुष्पा महोदय अस्ति खलु पुष्पाराव महोदय, अस्मि महोदय, पठतु अग्रे शाकन्. अस्तु शाकन् प्रत्ययाः शाकन् अत्र निच् प्रत्ययः अस्ति. शाकन् योगः अत्र शः प्रत्ययः न, प्रत्ययस्य लोपः अत्र शः प्रत्ययः नास्ति. प्रत्ययस्य शाक् अत्र नकारस्य एव लोपः भवति. केन सूत्रेण? हलन्त्यम्. हलन्त्यम् इति सूत्रेण इति संज्ञा भवति, तस्य लोपः इति सूत्रेण तस्य लोपः इत्र लोपः भवति. शाकन् शाका इति केवलं नकारस्य इति संज्ञा भवति वा, अन्य किमपि नास्ति वा? न भवति महोदय. शकारस्य लषक्व तद्धिते तत्तु लषक्व तद्धिते न भवति महोदय. शः प्रत्ययस्य तत् प्रत्ययस्य न प्रत्ययस्य कारणं न इत्यस्मिन् आदि आदि इत्यस्मात् आदिः उपदेशे जननाशक सः इति संज्ञा भवति. शः तु आकन् आकन् इति आकन् इति आक न का पूर्णतया न आक आक योगः णेच् नकारः योगः नास्ति केवलम् आक एव अस्ति केवलम् आक अस्ति आक आक आक तत्तु णिच् णिच् प्रत्ययः अस्ति न णिच् प्रत्ययः अस्ति शाकन् प्रत्ययः अस्ति शाकन् तत्र आक इति उड्य अवतिष्यति. णिच् तु नकारस्य लोपः भवति अभवत् महोदय. अग्रे करोतु जूस् जूस् अस्तु अस्तु जूस् जूस् तु हलन्त्यम् इत्यनेन सकारस्य लोपः भवति. एवं वा? हलन्त्यं सुप्रत्ययः अस्ति नास्ति न तत् जु जकारः जकारस्य लोपः भवति उस् इति उस् उस् इति जकारः तु लषक्वसिते न चुटु चुटु इत्यनेन चुटु इत्यनेन जस् जकारः लोपः भवति तत्तु उहु उस् उस् इति तिष्ठति. केन सूत्रेण सकारस्य लोपः न भवति इति संज्ञा न भवति? तुस्मा न तुस्मा न विभक्तौ तुस्मा न विभक्तौ तुस्मा न विभक्तौ तुस्मा अस्तु अग्रे महोदय. अत्र जुस् सुप् प्रत्ययः अस्ति वा जस् वा जुस् वा जुस् अपि अस्ति खलु उहु उहु भवति खलु उहु अत्र अत्र अत्र पश्यामः अत्र सूत्रं कुत्र अस्ति अष्टाध्याय्यां कुत्र अस्ति सुप् सुप् सुप् कुत्र सङ्ख्या अस्ति तत्तु अस्ति तत्तु तत्र सूत्रसङ्ख्यां कुत्र One, three, four. सूत्रसङ्ख्या का कोऽपि जानाति वा? अहं विस्मरामि, सूत्रसङ्ख्या न जानामि. पुस्तकम् अत्र नास्ति, पुस्तकम् अस्ति तत्र. सूत्रस्य नाम किं महोदय? अत्र अस्ति महोदय, 412 तत्र तत्र अस्ति महोदय. सूत्रं किम्? 412 अहं वदामि. जस् अत्र सु सुप्रत्ययेषु न आगच्छति. जस् दट् इस् जस् तत् जस् अस्ति. जुस् भवतः तिङ् प्रत्ययस्य स्थाने आगच्छति. जुस् जस् जस् जस् अस्ति सुप्रत्ययेषु कृते, मम भ्रमः भवति सम्यक्. जुस् अस्ति, तत्तु अन्यप्रत्ययः अस्ति, तत् तिङ्ग तिङ्गप्रत्ययस्य स्थाने आगच्छति. सः तिङ्प्रत्ययस्य स्थाने आगच्छति, अतः तदपि विभक्ति एव अस्ति. यतोहि अहम् अहम् उदाहरणं ददामि. विधिलिङ्ग् अस्ति खलु, विधिलिङ्ग् तत्र विधिलिङ्ग् पट् धातु अस्ति, पट् धातु तस्य प्रथमपुरुषे बहुवचनं पठेयुः, बहुवचनं पठेयुः मध्ये यत् उः आगच्छति तत् जूस् अस्ति. अतः तदपि तिङ् प्रत्ययस्य स्थाने आगच्छति, अतः जूस् क्षम्यता. धातु तथैव तिष्ठति, आकारः आकारः तिष्ठति. अभवत् महोदय, अग्रे ता तु आदि आदि टु दवः आदि टकारः अस्ति न? आदिर्निटुडु किं वदति? तत् टु आगच्छति चेत् करोतु. अत्र टु अस्ति वा? टकारः अस्ति. केन सूत्रेण वदति? आदिर्निटुडु केवल वदति यत् वर्णसमूहः वर्णसमूहः टु अस्ति चेत् करोतु. टु अस्ति, अत्र ट अस्ति, अत्र चुटु चुटु आकारः एव तिष्ठति. शप् अत्र शकारस्य लोपः भवति, लशकोतद्धिते पकारस्य अन्धालन्त्यम् इत्यनेन तस्य लोपः भवति, अकारः एव तिष्ठति. धन्यवादः महोदय. जुस् इति प्रत्ययः उस् अवशिष्यते वा? आम् अन्तिमः उस्. आम् महोदय. अस्तु, सुमन् महोदय. आम् महोदय, अग्रे करोतु. नस् अस्तु, शप् अस्ति, लशक्वति तद्धिते सूत्रेण शप् अभवत्. ओ क्षम्यताम् नस् अस्ति हलन्त्यं सूत्रेण किन्तु एतत् तिनन्त वा सुबन्तम् अस्ति किं न जानामि ओ सुप् अस्ति वा अस्तु देन् सकार तिष्ठति न विभक्तौ तु स्मः सूत्रेण अन्ते यः सकार अस्ति तत् तिष्ठति ज्यू न क्षम्यताम् न लशक् तद्धिते सूत्रेण गच्छति इति मन्ये आमां गच्छति अस्तु अतः अस् एव तिष्ठति अग्रे अस्तु श्ना अस्ति पुनः लशक्वतद्धिते सूत्रेण शकार इत् भवति न एव तिष्ठति पुनः लशक्वतद्धिते सूत्रेण एव ककारः गच्छति त एव तिष्ठति अग्रे शून् हलन्त्य हलन्त्यं सूत्रेण ञकार गच्छति शः प्रत्ययस्य शकार आदौ शकार अपि गच्छति वु एव तिष्ठति उत्तमं महोदय धन्यवादः धन्यवादः रमा महोदय अग्रे करोतु महोदय मम एकः प्रश्नः अस्ति अत्र शः प्रत्ययस्य इति शः श इति पूर्णतया अत्र अस्ति खलु सम्यकः इष् इत्यपि शः प्रत्ययस्य इति सूत्रेण इति सम्यकः प्राप्नोति आमां शकारः अस्ति केवलं षष्ठीविभक्ति षष्ठीविभक्ति शः अत्र शः षष्ठीविभक्ति शकारस्य उच्चारणार्थे अकार षष्ठीविभक्ति श मम प्रश्नः श इति वा या वा शकारः अत्र नास्ति खलु उच् इष्वुन् इति प्रत्यये शकारः नास्ति इष् एव ये अस्ति खलु शकारः इत्युक्ते किं केवलं हल् वर्णः तत्र अच् वर्णः नास्ति सम्यक् महोदय एकनिमिष एकवारं पृच्छतु किम् आम् अवगतं महोदय उपदेशे आदिशकारः इति अमित् महोदय किं वदति न अमित् शः प्रत्ययस्य इत्यस्य प्रथम सूत्रे शः इति प्रथमान्तम् अस्ति आमां षष्ट्यन्तं आदि प्रथमान्तं सो लैक् यु सेड् इफ् इट् इस् जस्ट् हलद् इट् केनाट् बि शः रैट् फार् प्रथम सो इट् हेस् टु बि अकार फार् उच्चारणार्थ धन्यवादः अक इति अवतिष्ठते नूल् हलन्त्यं रस्य लोपः इति सूत्रेण लकारस्य लोपः भवति चुतु इत्यनेन सूत्रेण लकारस्य लोपः भवति अत्र उ एव अवशिष्यते सम्यक् वा महोदय अनन्तरं च्यून् हलन्त्यं तस्य लोपः इति सूत्रेण नकारस्य लोपः भवति पुनः दशक्व दधिते इति सूत्रेण ककारस्य लोपः भवति अतः यु एव अवशिष्यते ष्यन् हलन्त्यं तस्य लोपः इति सूत्रेण नकारस्य लोपः भवति लषक्व तदिते इति सूत्रेण चकारस्य लोपः भवति अतः य एव अवशिष्यते ल्यूट् ल्यूट् छुटु इति सूत्रेण टकारस्य लोपः भवति हलन्त्यं वा हलन्त्यम् इति सूत्रेण टकारस्य लोपः भव हलन्त्यं तस्य लोपः इति सूत्रेण टकारस्य लोपः भवति लषक्ब तदिते इति सूत्रेण लकारस्य लोपः भवति अतः यु एव अवशिष्यते अस्तु धन्यवादः सर्वेषां कृते केचन निमेषाः सन्ति वा एतद् समाप्य एव विरमामः अस्तु अग्रे मीना सुन्दरेशन् महोदय अस्ति खलु महोदय एकनिमिषं क्षम्यताम् ऐ विल् हाव् टु लीव् अस्तु अस्तु धन्यवादः मीना महोदय तृच् तृच् इति धातु कुत्र चकारः हलन्त्यम् इति सूत्रेण चकारः लोपः इति संज्ञा भवति तृ इति अवशिष्यते तृ एवं वा आम् तृ एव अस्तु अग्रे श्वं नकारः हलन्त्यम् इति सूत्रेण नकारः इति संज्ञा भवति लोपः शः प्रत्ययस्य इति सूत्रेण आदिशः इति संज्ञा भवति तस्मात् शकाः लोपः गु एव अवशिष्यते क्तिं नकारः हलन्त्यम् इति प्रत्ययसूत्रात् इत्संज्ञा भवति नकारः लोपः लशकतपिदे इति सूत्रेण ककारः लोपः उपदेशे आदिः कवल् इत्संज्ञा भवति तस्मात् लोपः इन्नेव भव अवशिष्यते इक् लोपः इन् लोपः ति अवशिष्यते अग्रे तव्यत् तकारः हलन्त्यम् इति सूत्रेण तकारः इत्संज्ञा भवति तस्मात् लोपः अवशिष्यते धन्यवादः महोदय अमित महोदय आं महोदय आं समापयतु अग्रे शानच् शानच् लषत्कोत्तद्दिते इत्यनेन शकारस्य इत्संज्ञा हलन्त्यम् इत्यनेन चकारस्य इत्संज्ञा तस्य लोपः आन इति अवशिष्यते अनियर् रकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा, तस्य लोपः अनीय इति अवशिष्यते. शत्रु शकारस्य लषक्वतद्युते इत्यनेन इत्संज्ञा. ऋकारस्य अनुनासिक ऋकारस्य उपदेशे अज् अनुनासिक इत्यनेन इत्संज्ञा, तस्य लोपः अत् इति अवशिष्यते. णिनि नकारस्य आदौ नकारस्य चुटु इत्यनेन अन्तिम इङ्कारस्य उपदेशे अच् अनुनासिक इत्यनेन इत्संज्ञा, तस्य लोपे इत्यनेन लोपः, अतः इडि इनि इति अवशिष्यते. इन् इनि इन् सोरि इन् इन् इन् क्षम्यताम् इन् क्लू क्लुक्कन् लषक्वतद्युते इत्यनेन ककारस्य हलन्तम् इत्यनेन नकारस्य उपदेशीयाज् अनुनासिक इत्यनेन ककारवर्त् उत्तरोवर्ति अकारस्य इत्संज्ञा, तस्य लोप आहत्य लुक् इति अवशिष्यते. अस्तु महोदय, तर्हि धन्यवादः. धातुविज्ञानम् इति प्रथमकरपत्रम् अस्माभिः अधुना समाप्तम्. अग्रिमरविवासरे द्वितीयकरपत्रम् आरभ्य. महोदय, किं भवतः समीपे धातुपाठ धातुपाठ आन्लैन् अस्ति आन्लैन् अस्ति No, in the book, प्रक्रिया अनुसारि चन्द्रबिन्दु. If you look at any of the similar dhatus, there is no Chandrabindu in this book. Astu. Which book are you talking about? Dhatu Pata. Paniniya Dhatu Pata. Prakriya Anusari. The other book. Not the Sutra part. The other book. Yeah. Page 215. Tatra Chandrabindu Naasti. Look at 1918. Bidhir. Laukik dhatu is Bidh. So there is no Anunasik, there is no Chandrabindu there. So in order to get Bhid, you need this Vartikam. It has nothing to do with the Chandrabindu. So that is the type. Otherwise, these two sutras are sufficient, right? With this Obdesha Chandrabindu. And Halantam, you can do it if there is a Chandrabindu. But in some Dhatu Patas, like this one, it is not there. Therefore, you need that Vartika. That's why he has added it, because this is the reference book, right? No, but then there should not be Chandrabindu, right? On Yeah, that is a typo is what I am saying. I'll confirm that. Astu. But where else do you see the Chandrabindu? It's not there in this book. All the Dhatus are but without the... If you see so that is what we were all saying, right? Possibly nobody puts the Chandrabindu nowadays. Please hear me out. If you go to ashtadhyayi.com, Dhatu Pata, there is a Dhatu Pata online, right? So in that you type Bidh, you will get Bidhir with the Chandrabindu. I'll resolve this and come back to you next week. Whether there is typo or whether it is actually it's supposed to be for, or there's some other reason why it is given separately. There may be a reason, but this is the obvious reason that strikes me. We'll cover okay. this. Yeah, I'll confirm that. Okay. So looking at 1918, right, on page 215? Yes, madam. Okay, thank you. Astu. Viramamahe, dhanyavadah. धन्यवादः नमस्ते हरि ओम् महोदय धन्यवादः.